अस्तु, तर्हि अस्माकं विषयः अद्यतनः अणत्वम्, अणत्वम्। गीताप्रवेशपुस्तके यः अध्यायः अणत्वसम्बद्धः, अयं विषयः तत्र अनेन अस्य पठनेन सामान्यज्ञानम् उत्पद्यते, सामान्यज्ञानम्। इदं सामान्यज्ञानम् अपेक्षितमस्ति, आवश्यकम् अवश्यम्। प्रथमतया अस्माभिः अवगन्तव्यमस्ति यत् कुत्र कुत्र अणत्वं सामान्यतया, साधारणतया भवति, तस्य कारणं किं, कुत्र भवति, कुत्र उत्पद्यते अणत्वम् इति अस्य पठनेन एतत् सर्वं सामान्यज्ञानं भविष्यति। अनन्तरं वस्तुतः अष्टाध्याय्यां 40 सूत्राणि सन्ति, णत्व अणत्वसम्बद्धानि सूत्राणि 40। अस्मिन् अध्याये नाम तत्र गीताप्रवेशे पश्यन्तु, अत्र षट्षष्टितमेपुटे अत्र एकं सूत्रमस्ति, रसाभ्यां नोणः समानपदे इति एकं सूत्रमस्ति। पश्यन्तु तत्र सूत्रसङ्ख्या 8 चतुर्थपादस्य प्रथमं सूत्रं, णत्वविधायकं रसाभ्यां नोणः समानपदे इति प्रथमं सूत्रमस्ति णत्वप्रकरणस्य। अनन्तरं द्वितीयं सूत्रम् अग्रिमेपुटे, अट् कुप्वाङ्नुं व्यवायेपि इति द्वितीयं सूत्रमस्ति। सूत्रसङ्ख्याम् 8 चतुर्थपादस्य द्वितीयं सूत्रम् इदम्। अनेन सूत्रद्वयेन अस्माकं साधारणज्ञानं भवति, अस्य अभ्यासः अपेक्षितः। अनन्तरं यदा अयम् अध्यायः समाप्यते ततः अग्रे एकं लिङ्क् मया दत्तमस्ति खलु, तत्र रात्रिवेलायां तस्मिन् 6 पृष्ठानि सन्ति, तत्र णत्व नामक लघुपुस्तकमस्ति संस्कृतभारत्याः, तत्र इतोपि विशिष्टज्ञानं भविष्यति। तत्रापि सर्वाणि सूत्राणि न सन्ति 40, किन्तु तत् विशिष्टसूत्राणि कानिचन सन्ति। अस्तु, समीचीनमस्ति, आरभामहे। प्रथमतया पश्यामि, यतोहि अस्माकं प्रतिध्वनिः अस्ति, यस्य कारणेन तत् म्यूट् करोतु कृपया, इदानीं प्रतिध्वनिः आरब्धः। अहं पश्यामि कुत्र तस्य कारणं किम्, एकनिमेषः, वेब् कण्ट्रोल्स्। अस्तु, सम्यक् अस्ति, सम्यक् भाति, किन्तु प्रतिध्वनिः अस्ति किमर्थम्, इदानीं पश्यामि, अतः इदानीं कथमस्ति। हा, पुष्पा भगिनी, भवत्याः कारणेन जानातु, भवत्याः कारणेन इदानीं मया म्यूट् कृतमस्ति, पुष्पा भगिनी, यतोहि भवत्याः कारणेन इदानीं भवति स्म ध्वनिमुद्रं, प्रतिध्वनिः, अतः वक्तुमिच्छा अस्ति चेत् तत्र अन्म्यूट् करोतु, अन्म्यूट् कर्तुं शक्यते। अस्तु, तर्हि अत्र पश्येम, शीघ्रमेव पश्येम, यत्र राजीभगिनी पठतु अत्र 35 पञ्चत्रिंशत्तमपुटे पश्येम शीघ्रमेव, पठनं, लेखनम्, अर्चनम्। अस्तु महोदय, पठनं, लेखनम्, अर्चनम् एतेषु पदेषु नकारः वर्तते, पर्णं, निर्णयः, अर्णवः एतेषु पदेषु नकारः वर्तते, किं भवन्तः निर्णयं कर्तुं शक्नुवन्ति यत् एतेषु पदेषु नकारः कारणं किमिति? साधु ज्ञातं भवद्भिः, नकारात् पूर्वं रकारः वर्तते, पर्णं पकारः, रकारः नम्, निकारः, रकारः नयः, अकारः, रकारः नवः, इति कृत्वा इति कृत्वा यत्र यत्र एकस्मिन् शब्दे एकस्मिन् पदे पूर्वं रकारः अथवा रेफः अनन्तरं नकारः दन्त्यः तस्य रेफस्य प्रभावेन दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः उत्पद्यते इति कृत्वा पर्णं निर्णयः अर्णवः अत्र अणकारः सर्वत्र अस्ति तस्मात् साक्षात् प्राक् अस्ति रेफः किन्तु पठनं तत्र नकारः अस्ति दन्त्यनकारः तस्मात् पूर्वं रेफः रकारः तु नास्ति लेखनम् अर्चनमपि पश्यतु अत्र रेफः अस्ति नकारः अस्ति किन्तु मध्ये चकारः अस्ति मध्ये अत्र आरम्भे अस्माभिः किं ज्ञातव्यमस्ति यत्र साक्षात् पूर्वं रेफः अस्ति तस्य रेफस्य प्रभावेन उपस्थितस्य नकारस्य स्थाने अणकारः भवति इति कृत्वा पर्णं निर्णयः अस्तु समीचीनमस्ति लक्ष्मीभगिनी अग्रे शयनम् शयनम् अशनं पालनम् एतेषु पदेषु नकारः वर्तते उष्णं कृष्णः विष्णुः एतेषु पदेषु नकारः वर्तते एतेषु पदेषु नकारे कारणं किम् साधु एव ज्ञातं भवद्भिः नकारात् पूर्वं षकारः वर्तते उकारः षकारः नम् उष्णं कृष्णः विष्णुः इमान्यपि पदानि परिशीलयत तिसृणां तर्हि एकनिमेषः अत्र अत्र तत्र नकारस्य तत्र उष्ण कृष्ण विष्णु अत्र दन्त्यनकारस्थाने मुडन अणकारः किमर्थमस्ति अत्र मूर्धन्यषकारस्य प्रभावेण दन्त्यनकारस्य स्थाने मूर्धन्यनकारादेशः भवति अत्र षकारः निमित्तं मूर्धन्यषकारः निमित्तम् अस्ति हा हा बहु समीचीनमस्ति अत्र पूर्वं षकारः मूर्धन्य षकारः श तालव्यषकारः इति न खलु तालव्यषकारः इति न मूर्धन्य षकारः तालु षकारः तस्य प्रभावेन तत्र दन्तिनकारस्य स्थाने मूर्धन्य अणकारः आगतः अस्तु समीचीनमस्ति सुमित्रभगिनी अग्रे एतेषु पदेषु नकारे कारणं किं साधु साधु सम्यक् एव ज्ञातं भवद्भिः नकारात् पूर्वं ऋकारः वर्तते एतेन अस्माभिः निश्चयते यत् नकारस्य पूर्वं ऋकारः वा षकारः वा ऋकारः वा यदि वर्तते तर्हि नकारस्य मूर्धन्यनकारः भवति हा इति अस्ति हा ऋकारः षकारः ऋकारः च णकारस्य निमित्तमित्युच्यते अत्र सूत्रमस्ति रसाभ्यां नोणः समानपदे एकस्मिन् पदे समानपदे नाम एकस्मिन् वाक्ये नास्ति न भवति खलु नाम एकस्मिन् शब्दे रेफा अस्ति अनन्तरम् अपरस्मिन् शब्दे नकारः अस्ति चेत् कार्यं नास्ति इति ज्ञातव्यमस्ति समानपदे अपि च वाक्यस्तरे तथा अपि च सामान्यज्ञानमस्ति यत् समानपदे दिनेन समासः अपि अन्तर्भूतः समासः समासस्य यथा यत्किमपि यथा वदामि यत् रामः च कृष्णः च रामकृष्णौ अत्र रामः इति पूर्वपदमस्ति कृष्णः इति उत्तरपदमस्ति समासे अग्रे समासस्य विषयः आयास्यति अस्मिन् पुस्तके तत्र सामान्यज्ञानमस्ति यत् अनेन सूत्रेण समासस्य प्रथमपदे नाम रामशब्दे तत्र रामपदे कृष्णे उपस्थितदन्त्यनकारस्य स्थाने अणकारः न भवति अत्र कृष्ण इति णकारः भवति षकारस्य प्रभावेन न तु रामे उपस्थितरेफस्य प्रभावेन रकारः अस्ति खलु रामे, रामशब्दे रा अस्ति, किन्तु तस्य कारणतः कृष्णे णकारः अति नास्ति, सर्वत्र तथा अस्ति इति सामान्य, तत्र अपवादाः सन्ति किन्तु अत्र सामान्यसूत्रमस्ति. अस्तु, इति गतसप्ताहे वयं दृष्टवन्तः, इति कृत्वा किञ्चित् अग्रे गच्छेम इदानीं. तर्हि रसाभ्यां नोनः इति समानपदे इति सामान्यज्ञानमस्ति, एकस्मिन् पदे रकारः षकारः ऋकारः इत्येषु अन्यतमवर्णः अस्ति चेत् तस्मिन्नेव पदे अग्रे साक्षात् अनेन सूत्रेण साक्षात् अग्रे नकारः अस्ति चेत् तस्य नकारस्य स्थाने अणकारः भवति साक्षात् अग्रे. तत्र द्वयोः वर्णयोः मध्ये अन्यः कोऽपि वर्णः न स्यात् इति अस्य सूत्रस्य कृते. इदानीं द्वितीयं सूत्रमस्ति यद्वदति यत् निमित्तस्य कार्यस्य च मध्ये के के वर्णाः भवितुम् अर्हन्ति येन तदानीमपि दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः आगच्छेत्. तत्र के के वर्णाः भवितुम् अर्हन्ति इति प्रश्ने सति अत्र जगन्नाथमहोदय अत्र पठतु सूत्रं किम्. अट् कुप् वाङ् नुं व्यवायेऽपि इति सूत्रं. हा, अग्रे अग्रे किं लिखितमस्ति तत्र अट् अट् कवर्गः पवर्गः आङ् अनुस्वारः एते भवितुम् अर्हन्ति इत्यर्थः. समानपदे अग्रे अग्रे पठामि वा? हा, पठतु. समानपदे ऋकारनकारयोः रकारनकारयोः षकारनकारयोः वा मध्ये यदि अट् कुः पुः आङ् नुम् इत्येते वर्णाः भवन्ति तर्हि अपि नकारस्य णकारः भवति. जानीत अट् वर्णाः स्वराः अच् योग इति अट् प्रत्याहारः खलु, अट् इति प्रत्याहारः अस्ति. महेश्वरसूत्राणि इति पश्यन्तु महेश्वरसूत्राणि. हा, अत्र अट् इति प्रत्याहारः, सर्वे स्वराः अपि च हयवर हयवर. अस्तु, कुः कुः इत्युक्ते कवर्गः, कख गघङ पुः इत्युक्ते पवर्गः, पप्फ बब्भ म आङ् आरूपः उपसर्गः नुम् अनुस्वारः. खण्डपदे इति एतेषु क्षम्यतां महोदय, इति एतेषु वर्णेषु यावन्तः भवतु नाम यावन्तः भवेयुः मध्ये निमित्तकार्ययोः मध्ये यावन्तः भवेयुः एकस्मिन्नेव पदे तदानीमपि दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः भवति. अस्तु, रत्नभगिनी अग्रे. अस्तु, अखण्डपदे तदभवत् अट् वर्ण तद्वदामि वा महोदय? अखण्डपदे अखण्डपदे ऋकारनकारयोः रकारनकारयोः षकारनकारयोः वा मध्ये भवन्ति यथा अट् वर्णाः इत्युक्ते उदाहरणमस्ति भाषणम् अत्र भकारनकारयोः मध्ये न भा अस्ति अनन्तरं सर्वं नास्ति नाम निमित्तकार्ययोः मध्ये कः वर्णः अस्ति इति वदतु. हा, अत्र निमित्तः अस्ति षकारः, कार्यमस्ति नकारः, अत्र तयोः मध्ये अकारः आगच्छति अतः अकारः अट् वर्णः अस्ति अतः नकारस्य स्थाने णकारः आगच्छति. गर्वेण अत्र रकारः निमित्तः अस्ति हा निमित्तमस्ति रकारः निमित्तमस्ति नकाररकारयोः मध्ये वकारः एकारः अपि अस्ति एतौ अट् वर्णाः स्तः, अतः नकारस्य स्थाने नकारः आगच्छति. अट् अट् इति सर्वे जानीयुः, जानीयुः. अत्र कस्मिन् पुटे अस्ति? पञ्चमीपुटे इति मन्ये, पुस्तकस्य पञ्चमीपुटे अस्ति इति मन्ये. तत्र माहेश्वरसूत्राणि पूर्वं, हा पञ्चमीपुटे अट् आ इ ऊन् ऋल् ऋक् ए ओङ् ऐ औच् हयवरट् अ इति अस्मात् आरभ्य टपर्यन्तं यावन्तः वर्णाः सन्ति इत्संज्ञकान् वर्जयित्वा ते सर्वे अत्र अन्तर्भूताः. अट् अस्तु, बहु समीचीनं, धन्यवादः भगिनि. अग्रे विद्या भगिनि, अग्रे. कवर्गः अकेर्ण, अकेर्ण अर्केण, क्षम्यताम्, अर्केण. अत्र रेपस्य अनन्तरं ककारः एकारः अस्ति. ककारः कवर्गः अस्ति, एकारः स्वरः. निमित्त कार्ययोः मध्ये ककारः एकारः, अतः नकारस्य स्थाने मूर्धन्यनकारः णकारः अर्केण. समीचीनम्. अग्रे अनन्तरं पवर्गः रामेण, अत्र रेपः निमित्तमस्ति. अनन्तरं रेपनकारयोः मध्ये आकारः मकारः एकारः अस्ति. अकारः स्वरः, मकारः पवर्गे अस्ति, एकारः अपि स्वरः, अतः नत्वं भवति. अतः भवति, हा, बहु समीचीनमस्ति. अग्रे अग्रे अस्ति मीना, मीना भगिनी पठति वा? आं महोदय. ब्रह्मणः निमित्तमस्ति रकारः. निमित्तकार्ययोः मध्ये अकारः, हकारः, मकारः त्रीणि वर्णानि सन्ति. अकारः अट्वर्णः, हकारः अपि अट्वर्णः, मकारः पवर्गः, अतः नकारः णकारः भवति. हा हा हा, इति अस्ति, बहु समीचीनम्. अग्रे पर्याणद्धम् निमित्तमस्ति रकारः. रकारनकारयोः मध्ये यकारः, आकारः द्वौ वर्णौ स्तः. यकारः अट् वर्णः, आकारः आङ् इति उपसर्गः. इदम् आकारः अट्वर्णः न अस्ति, आङ् इति उपसर्गः, अतः नकारः णकारः भवति. सुन्दरं, बहु समीचीनमस्ति. अस्तु, अग्रे अखिला भगिनी, तत्र सम्पर्कः अस्ति वा? भगिनी अस्ति? अस्तु, राजेन्द्रमहोदय. अत्र निमित्तमस्ति ऋकारः, ऋकारः तत्र तदनन्तरम् अनुस्वरः अस्ति, अनुस्वरः अस्ति, तत् हकारः अपि अस्ति, अकारः अपि अस्ति, तदनन्तरं नकारः अस्ति. तत् ऋकारप्रभावेण मध्ये अनुस्वरः, हकारः, अकारः अपि आगच्छति, तथापि तत्र नकारस्य नत्वं भवति, ऋणं भवति. बहु समीचीनमस्ति. तर्हि अनेन अस्माकं सामान्यसूत्रद्वयमस्ति, रसाभ्यां नोणः समानपदे, अपि च अट् कूप् वाङ् नुं युवायेऽपि इति सूत्रद्वयं मनसि सर्वदा भवेत्. तर्हि अग्रे अग्रे अस्य अभ्यासः भवति, अस्य अभ्यासः भवति, नाम निमित्तकार्ययोः मध्ये के के वर्णाः भवितुमर्हन्ति इति इति अस्ति. तर्हि अग्रे रविमहोदय अग्रे पठति वा विशेषसूचना. विशेषसूचना वर्णेन व अर श ए न अ शकार नकारयोः मध्ये एव वर्तते. नकारस्य णकारः भवति. एतस्मिन् उदाहरणे णत्वे यद्यपि रकारः शकारः च इति निमित्तद्वयम् अस्ति तथापि नकारस्य समीपः वर्णः शकारः एव निमित्तम् इति अङ्गीक्रियते. तस्मात् णत्वात् निमित्तं शकारः भवति न तु रकारः इति स्मर्तव्यम्. अत्र वदतु केवल समी यदि पदे द्वे वर्णे सन्ति द्वे निमित्तं निमित्ते वर्णे सन्ति तदा केवलं समीपस्थवर्ण एव निमित्तं भवति. सम्यक् अस्ति. तस्य कारणं किम् अत्र अत्र सूत्रदृष्ट्या तस्य कारणं किं स्यात्? अन्यथा अट् कुप् वाङ् इति सूत्र तस्य बाधक अस्ति. तत्र कः वर्णः बाधकः अस्ति? अत्र वर्षेण वर्षेण इति शब्दे शकार बाधकः अस्ति. शकारः बाधकः अस्ति. तत्र रेफं प्रति रकारं प्रति शकारः बाधकवर्णः अस्ति. यतोहि शकारः अट् कुपाङ् नुं विवायेपि इति न अट् न कुप् न खु न पु न आङ् न नुम् इति कृत्वा शकारः बाधकः अस्ति रेफं प्रति. बहु समीचीनमस्ति. अन्यत् किमपि अस्ति महोदय? अस्तु अग्रे गच्छेम तर्हि सुब्रह्मण्यम् अग्रे. एतेषु पदेषु णकारस्य निमित्तं किं? निमित्तनकारयोः मध्ये के वर्णाः सन्ति इति लिखत. यथोदाहरणं रामाणाम् अत्र णत्वस्य निमित्तमस्ति रेफः. अत्र निमित्तनकारयोः मध्ये स्थिताः वर्णाः अत्र आकारः मकारः आकारः. अतः अत्र अट्वर्णद्वयम् अपि च पवर्गीयव्यञ्जनम् अस्ति. अतः अत्र णत्वं भवति. अस्तु अग्रे. कृष्णः अत्र निमित्तं षकारः अस्ति. षकारात् परः नकारः. अतः णत्वं भवति अत्र. अत्र यद्यपि ऋकारः पूर्वमस्ति तथापि अत्र ऋकारनकारयोः मध्ये षकारः अस्ति. तत्तु बाधकः वर्णः. अतः ऋकारस्य प्रभावेन णत्वं न भवति परन्तु षकारस्य प्रभावेन एव णत्वं भवति. हा समीचीनमस्ति. अस्तु द्वितीयं. रूपेण अत्र रेफनकारयोः मध्ये अत्र निमित्तमस्ति रेफः. रेफनकारयोः मध्ये अत्र ऊकारः पकारः अपि च एकारः. ऊकारः एकारः अट्वर्णद्वयं. पकारः पवर्गीयव्यञ्जनम्. अतः अत्र मध्ये कोऽपि बाधा नास्ति. नकारस्य स्थाने णत्वं भवति. बहु समीचीनमस्ति. मध्ये कापि बाधा नास्ति अथवा कोऽपि बाधकवर्णः नास्ति इति कृत्वा अणत्वं भवति. अग्रे पद्मा भगिनी. आं महोदय, कर्मणा अत्र निमित्तमस्ति रेफः. निमित्तकारणयोः मध्ये स्थिताः वर्णाः अकारः अट् वर्णः अस्ति, पवर्गभि अस्ति, पवर्गीय पकारः अस्ति. आं महोदय, मकारः अस्ति, अट् वर्णः अस्ति, कवर्गीय का अस्ति. न न न, किन्तु तत्र रेफनकारयोः मध्ये के के वर्णाः सन्ति? तत्र ककारः मध्ये अस्ति वा? मकारः अकारः अस्ति. इति अस्ति, अस्तु, समीचीनमस्ति. पुष्पा भगिनी अन्म्यूट् करोतु एकवारं. महोदय, रकारः पुराणी तत्र रकारः अस्ति, अत्र आङ् आङ् अस्ति, आकारः अस्ति, रकारः निमित्तकार निमित्तरकारः आकारः नकारः मध्ये आकारः अस्ति. सत्यमस्ति. तत्र आङ् अस्ति न वा इति द्रष्टव्यमस्ति, किन्तु तत्र स्वरः सामान्यस्वरः अस्ति चेदपि अट् इति कृत्वा अस्ति. अस्तु, अग्रिमं. शृण्वन् अत्र ऋकारः नकारः अस्ति, तत्तु प्लुतः न समीपे अस्ति, ऋकारः नकारः समीपे अस्ति, मध्ये किमपि नास्ति. अग्रे प्रणीतव्यं अत्र अकारः अस्ति न, प्रणिपातेन अत्र अकारः नास्ति नास्ति नास्ति, तत्तु समीपे अस्ति. एकनिमिषः, मध्ये कोऽपि वर्णः नास्ति? पर् न न न न तु न आयाति, इ तत्र रेफोत्तर अकारः रेफोत्तर अकारः नास्ति वा? रेफोत्तर अकारः प, तत्तु पकारः अस्ति, तत्तु एकनिमिषः, पकारः रेफः अकारः नकारः खलु? ओ, रकारः तु अकारः प्रभावेन प्रायाति. अस्तु अस्तु, अस्तु खलु, अस्तु अस्तु, अकारः आयाति, अकारः आयाति प्रणिपातेन अकारः अस्ति. अस्तु, समीचीनमस्ति. अग्रे राजी भगिनी, अग्रे. गृह्णाति रेपस्य अनन्तरं मध्ये हकारः अस्ति, रेपस्य ऋकारः ऋकारः नकारयोः मध्ये हकारः अस्ति, हकारः अट् वर्णः, तत्कारणात् नकारः नकारः भवति. अत्र रेपः इति न, किन्तु खलु ऋकारः ऋ. अस्तु, अग्रे. शरीराणि रेपस्य अनन्तरं रेपः निमित्तं रेपस्य अनन्तरम् ईकारः रेपः आकारः अस्ति, ईकारः आकारः अट् वर्णः, रेपः हयवर तदपि अट् वर्णः, तत्कारणात् नकारः नकारः भवति. तत्तु सत्यमस्ति. तत्तु सत्यमस्ति, अत्र रकारः अस्ति, किन्तु तथापि अत्र शरीराणि इत्यस्मिन् द्वितीयरकारः एव निमित्तमस्ति, न तु प्रथमः न न केवलं केवलम् अट् अट् सम्बद्धस्वरः इति अस्ति. रेफः निमित्तमस्ति मध्ये मध्ये आकारः अट्वर्णः, अतः नकारः नकारः भवति. लक्ष्मीभगिनी अग्रे जीर्णानि, अत्र नकस्य निमित्तं रेफः अस्ति, अत्र रेफ नकारयोः मध्ये कोऽपि वर्णः नास्ति, रसाभ्यां नोणः समानपदे सूत्रं कार्यं करोति. अत्र साक्षात् रेफस्य अनन्तरं नकारः अस्ति, अतः मूर्धन्यणकारादेशः अभवत्. अनन्तरं इन्द्रियाणि अत्रापि नत्वस्य निमित्तं रेफः एव. अत्र अट्कुप्वाङ्नुं व्यवाये अपि सूत्रं कार्यं करोति. अत्र रेफनकारयोः मध्ये इकारः अस्ति, अनन्तरं यकारः, अनन्तरं दीर्घाकारः अपि अस्ति. इत्युक्ते अत्र इकारः दीर्घाकारः अपि च यकारः सर्वे अपि अट्वर्णाः, अतः इन्द्रियाणि इति उपमागच्छति. इन्द्रियाणि बहु समीचीनमस्ति महोदय. महोदय, जीर्णानि इति पदस्य अन्तिमनकारः नकारः न भवति, कारणं नकारः बाधकवर्णः अस्ति किम्? हा सत्यम्. अट्कुप् वाङ् इति नूम् इत्येषु अन्यतमवर्णः णकारः नास्ति, तदर्थं बाधकवर्णः जातः. बहु सम्यक् अस्ति भगिनि, तदेव अस्ति. अस्तु अग्रे गच्छेम. इदानीं बालसुब्रह्मण्यं अग्रे जानीता. महोदय, क्षम्यताम्, एकः प्रश्नः. अत्र अट्कुप् वाङ्नुं व्यवाये अपि इति सूत्रे तत्र एते स्वरा एते वर्णाः मध्ये आगच्छन्ति चेदपि बाधकं न भवति इति दत्तमस्ति, परन्तु एकः एव वर्णः वा अथवा बहवः वर्णाः भवितुम् अर्हन्ति वा इति कथं वयं जानीमः? इत्युक्ते केवलम् एकः क अस्ति चेत् बाधकं न भवति, परन्तु क इति वर्णद्वयम् अस्ति चेदपि बाधकं न भवति इति किमपि तत्र तथा वयं कथं वयं ज्ञातुं शक्नुमः? ज्ञायते यतोहि तत्र अट्कुप् वाङ् नुं व्यवायेपि व्यवायेपि इत्यनेन विपरीतत्वेन चिन्तनीयमस्ति अत्र, यत् अत्र न उक्तं यत् केवलम् एषु एकः एव वर्णः भवितुमर्हति. तस्य कथनस्य अभावेन यावन्तः भवेयुः अत्र का तत्र सीमा न उक्ता अस्ति खलु, सीमा न उक्ता, अनुक्तत्वात् यावन्तः भवेयुः, अत्र न कापि समस्या अस्ति. विपरीतत्वेन चिन्तनीयमस्ति, नाम कथं जानीमः यत् अनेके भवितुमर्हन्ति इति. तत्र बाधकम् अनेन सूत्रेण न उक्तमस्ति, बाधकं वक्तव्यमासीत्. यदि केवलम् एषु केवलम् एकः वर्णः भवितुमर्हति तदानीं वक्तव्यमासीत् न वा? समीचीनं वा? अस्तु, भवती एव अग्रे, इदानीं सम्पर्कः अस्ति, भवती एव पठतु अग्रे. जानीता. जानीत. अखण्डपदे समानपदे यदि ऋकारनकारयोः ऋकारनकारयोः षकारनकारयोः वा मध्ये अट्कूपु आङ्नुम् अडादयः इत्येतान् विना अन्ये वर्णाः भवन्ति तर्हि नकारस्य नकारः न भवति. यथा कर्मडेन ख अ रेपः म अ ठ ए न अ ठकारनकारयोः मध्ये ठकारः अस्ति. अत्र ठकारः भिन्नः वर्णः, अतः नकारस्य नकारः न भवति. इत्युक्ते एतत् पर्यन्तं वयं दृष्टवन्तः तत्र अट्टु वाङ्नुम् इत्येषु अन्तर्भूतः वर्णः सन्ति चेत् तत्र नकारस्य नकारः भवति इति. इदानीं तत्र अत्र अस्ति तत्र तेषु अन्तर्भूतः नास्ति चेत् तेषु अन्तर्भूतः नास्ति इति किमपि अन्यवर्णः मध्ये आगच्छति चेत् तादृशवर्णः मध्ये अस्ति चेत् तत्र नकारस्य नकारः न भवति इति. तत्र उदाहरणत्वेन दत्तमस्ति कर्मढेन इति. अत्र रेपस्य अनन्तरं ठकारः अस्ति, ठकारस्य अनन्तरं एकारः, तदनन्तरं नकारः. अत्र एकारः तु अट्वर्णः अस्ति इति कृत्वा तद् बाधकवर्णः नास्ति. परन्तु तकारः तत्र कवर्गः अपि नास्ति, पवर्गः अपि नास्ति, अट् प्रत्याहारे नास्ति, आङ्नुम् अपि नास्ति इति कृत्वा तत्र अडादिभिन्नः वर्णः इति. तादृश टकारः बाधकवर्णः भवति इति कृत्वा तत्र अस्मिन् पदे नकारस्य नत्वं न भवति, नकारः एव तिष्ठति. हा, सुन्दरं, बहु समीचीनमस्ति भगिनि. अस्तु, बालसुब्रह्मण्यग्रे एतेषु पदेषु यथा कर्मठेन न अग्रे अग्रे अग्रिमेपूटे एतेषु पदेषु नकारे निमित्तम् एतेषु पदेषु नकारे निमित्तं किं निमित्तनकारयोः च मध्ये कः अडादिभिन्नः वर्णः इति लिखत. उदाहरणं ज्येष्ठेन षकारः नत्तनिमित्तं ठकारः इति भिन्नवर्णः. रश्मिना रश्मिना र निमित्त नकारः रनकारयोः मध्ये म इ इति अडादि वर्णः, षकार तालव्यषकारः भिन्नवर्णः. समीचीनं. द्वितीयं रत्नम् इति रत्नं र नकारयोः मध्ये तकारः तकारः इति अडादि भिन्नवर्णः. हा, इति अस्ति. रत्नभगिनी अस्मि महोदय, इदानीम् अहं शृणोमि महोदय. अस्तु अस्तु, समयः जातः अस्ति वा? आं महोदय, क्षम्यताम्. अस्तु, जगन्नाथमहोदय अग्रे. मारीचयेन अत्र तु रेफ अस्ति, यद्यपि रेफ अस्ति चकार तु बाधकपदम् अस्ति, तस्मात् तेन णत्वं न भवति. अर्चनम् अत्रापि रेफस्य परं चकार आगच्छति, तत् बाधकपदमस्ति. अस्तु, सम्यक्. मीना भगिनी अग्रे. कृष्णेन अत्र प्रथमनकारः नकारः भवति, षकारः निमित्तमस्ति, षकारनकारयोः मध्ये किमपि नास्ति, कोऽपि वर्णः नास्ति. परन्तु अन्तिमनकारः नकारः न भवति किमपि चेत् षकारनकारयोः मध्ये नकारः अस्ति, नकारः अडादिभिन्नवर्णः, अतः कृष्णेन इति पदम्. सम्यक् सम्यक् अग्रे. रटनं अत्र रकारः निमित्तमस्ति, रकारस्य अनन्तरं टकारः अस्ति, टकारनकारयोः मध्ये टकारः अस्ति, अतः नकारः नकारः न भवति. बहु सम्यक् अस्ति भगिनि. अस्तु, रविमहोदय अग्रे. स्पर्शनं अत्र रकार नकार मध्ये शकार अस्ति, शकार बाधक वर्णः अस्ति. अस्तु अस्तु अग्रे. शृगालेन अत्र ऋकार नकार मध्ये लकार बाधक बाधकवर्णः अस्ति, तस्य कारणेन णकार न भवति. अपि च किं गकारः, गकारस्य का गतिः? कवर्ग अस्ति. अस्तु अस्तु कवर्गे अस्ति. सम्यक् अस्ति. अस्तु विद्याभगिनी अग्रे. दर्शनं अत्र रेपनकारयोर्मध्ये शकारः अपि च अकारः अस्ति. शकारः बाधकवर्णः अतः नकारस्य णत्वं न भवति. अनन्तरं स्वार्थेन अत्र रेपनकारयोर्मध्ये तकारः अपि च इकारः, तकारः बाधकवर्णः अतः तत्र नकारस्य णत्वं न भवति. अस्तु विशेषः. विशेषः पदान्ते स्थितस्य नकारस्य णकारः न भवति पदान्तस्य इति पाणिनीयसूत्रमस्ति. पदान्तस्य नस्य नत्वं न स्यात् इत्यर्थः. यथा रामान् अत्र रेपः अस्ति, अनन्तरम् आकारः, अनन्तरम् अकारः, अनन्तरम् आकारः. रामान् इति पदान्ते नकारः अस्ति, अतः तत्र नत्वं न भवति. एवं हरीन् तत्रापि हरीन् इति पदमस्ति, पदान्ते नकारः इति कृत्वा तत्र यद्यपि निमित्तमस्ति तथापि णत्वं न भवति. त्रीन् तत्रापि तथैव, तत्र रेपः निमित्तमस्ति, पदान्ते नकारः, णत्वं न भवति. एवमेव स्वीकुर्वन् इति अपि, इत्यादिषु अपि शब्देषु इति ज्ञेयम्. अत्र सूत्रमस्ति पदान्तस्य. पदान्तस्य अत्र इमानि सर्वाणि सूत्राणि तत्र अष्टमाध्यायस्य चतुर्थे पादे सन्ति. प्रथमसूत्रात् आरभ्य, प्रथमम् इत्यस्मात् आरभ्य तत्र नवत्रिंशत् पर्यन्तम् इति मन्ये तत्र समाप्यते. अस्तु अग्रे गच्छेम. इदानीम् अग्रिमे पूटे अत्र भागं त्यक्त्वा अग्रे अग्रे अग्रिमे पूटे पश्येम अन्तिमभागम् इति कुर्मः अद्य अत्र अद्य. महोदय एकः प्रश्नः अस्ति. यथा रामेण तत्र नकारस्य णत्वं भवति तत्र तस्य पदान्ते अस्ति, कथं तत्र नकारस्य णत्वं भवति? भवान् एव चिन्तयतु, विचिन्त्य वदतु कथमस्ति रामेण. निमित्तं तु अस्ति तत् रकारः अस्ति, तदनन्तरं ये अपि वर्णे अन्तर् वर्णाः सन्ति तत्र तु बाधितः न सन्ति. परन्तु प्रश्नः अस्ति यत् तत्र नकारः पदान्ते अस्ति न वा इति प्रश्नः. पदान्ते अस्ति न, तत्र अकारः आगच्छति तदनन्तरं. तदर्थमस्ति अत्र त्रीन् हरीन् स्वीकुर्वन् इत्यादिषु तत्र नकारः, तत्र नकारोत्तर कोऽपि वर्णः अस्ति नास्ति इति. अन्य कोऽपि वर्णः नास्ति रामेण, अत्र अकारः अस्ति खलु, पदान्ति नकारः नास्ति. अस्तु अग्रिमपुटे पठतु महोदय. केषाञ्चित् छात्राणां चिन्तनम् अधः कश्चित् वाक्यैः लिखितम् अस्ति, तत् पठत् तत्र कुत्रचित् णत्वप्रयोगे दोषाः सन्ति. यदि वाक्ये दोषाः सन्ति तर्हि शब्दान् परिष्कृत्य लिखत. सुधीरः पितुः पत्रं पठितवान्. अत्र तु पठितवान् तत्र नकारस्य णत्वं तत्र लिखितमस्ति, परन्तु पदान्ते अस्ति तत्कारणात् नकारस्य णत्वं न भवति, सहायदोषः तत्र तत्र तत्रत्यान् विषयान्. हा हा हा अस्तु प्रथमं करोतु. निमित्तमपि कोऽपि नास्ति पठितवान् अत्र निमित्तमेव नास्ति अत्र अत्र सुधीरः पितुः पत्रं पठितवान् अत्र कोऽपि वक्तुं शक्नोति यत् निमित्तमस्ति तत्र पत्रमस्ति खलु पत्रमिति शब्दे तत्र रेफा अस्ति रेफा अस्ति किन्तु प्रथमे सूत्रे किमुक्तमस्ति प्रथमे अस्माकं प्रथमे सूत्रे किमस्ति रसाभ्यां नोनः समानपदे समानपदे इति तु नास्ति इति कृत्वा न भवेत् कोऽपि चिन्तयितुं शक्नोति यत् वाक्ये अस्तु अत्र रेफा अस्ति किन्तु तत्र बाधकवर्णाः सन्ति इति भवतु नाम किन्तु अत्र समानपदे एव नास्ति इति कृत्वा रेफा तत्र निमित्तं नास्ति अस्तु राजेन्द्रमहोदय अग्रे तत्र तान् विषयान् ज्ञातवान् तत्र तान् अत्र तु रेफा अस्ति पदे परन्तु तत्र तदनन्तरं वर्गीयवर्णः मध्ये आगच्छति तत् कारणात् तत् बाधितं भवति तत् नकारस्य नत्वं न भवति विषयान् अत्र तु शकारः अस्ति निमित्तं मध्ये तु अथवा अथ प्रत्याहारे अन्तर्भूते केचन वर्णाः तत्र आगच्छन्ति परन्तु पदान्ते अस्ति तत् कारणात् तत् नकारस्य नत्वं न भवति ज्ञातवान् तत्र तत् कोऽपि तत्र निमित्तं नास्ति किमपि नास्ति विषयान् अत्र दोषः अस्ति सर्वेषाम् अवधानम् अत्र अस्ति विषयान् अत्र णकारः तत्र पदान्ते अस्ति इति कृत्वा न भवति बहु समीचीनमस्ति पद्मा भगिनी अग्रे आं महोदय मित्रैः सह चर्चां कृतवान् अत्र साधु अस्ति महोदय मित्रैः सह चर्चां कृतवान् अत्र नत्वं न भवति अत्र कृतवान् इति अस्मिन् अनत्वं न भवति वा न भवति महोदय अत्र ऋकारः अस्ति परन्तु ऋकारः अनन्तरं तकारः अस्ति अनन्तरं वकारः आकारः अस्ति तकारः बाधकवर्णमस्ति बाधकवर्णः अपि च तत्र नकारः पदान्ते अस्ति खलु अत्रापि अस्ति पदान्ते अस्ति इति कृत्वा बाधकवर्णः नास्ति चेदपि न भवति स्म अस्तु बहु समीचीनमस्ति पुष्पा भगिनी अग्रे अस्तु महोदय सर्वाणि मित्राणि गीताकक्ष्याम् आगच्छन् तत्र मित्राणि अस्ति आकारः अस्ति मध्ये परन्तु अत्र नकारः अस्ति मूर्धन्यनकारः आगतुम् इच्छति दोषः अस्ति मूर्धन्यनकारः भवेत् अस्मिन् वाक्ये अन्य कोऽपि दोषः अस्ति वा सर्वाणि तु अस्ति सर्वाणि तत्रापि दोषः अस्ति खलु अस्तु समीचीनमस्ति अग्रे सुब्रह्मण्यं चतुर्थं वाक्यं गीताकक्ष्यायाः द्वौ कालांशौ आस्ताम् समीचीनमेव महोदय वाक्यम् अत्र कोऽपि नकारः एव नास्ति प्रथमकालांशे संस्कृतस्य शिक्षणं द्वितीये तु गीतायाः पाठनं च. अत्र शिक्षणम् अत्र नकारः दत्तमस्ति, तत्तु दोषपूर्णः णत्वं भवति अत्र. किमर्थम् इत्युक्ते अत्र क्ष यत् संयुक्ताक्षरमस्ति अत्र षकारः अस्ति, षकारस्य अनन्तरम् अकारः अट् वर्णः, अतः नकारस्य णत्वं भवति शिक्षणम् इति. तदेव अत्र अन्यत् किमपि नास्ति अत्र. सम्यक् सम्यक् अस्तु महोदय, धन्यवादः. अग्रे सुमित्रा भगिनी, अग्रे. प्रथमकालांशस्य आरम्भः संस्कृतगीतेन अभवत्, किमपि नास्ति अत्र. अग्रे ततः संस्कृतसम्भाषणं सम्भाषणम् इति मकारः. सत्यं सत्यम् अत्र णत्वम् अस्ति. अग्रिमं करोतु. द्वितीयकालांशस्य आरम्भः ओङ्कारेण अभवत्, तत्र तु दोषः नास्ति ओङ्कारेण इति णत्वम्. दोषो नास्ति. समीचीनमस्ति. अस्तु जगन्नाथमहोदय, अग्रे. ततः दशानां गीताश्लोकानां पठनम्. दशानां गीताश्लोकानाम् एतत्तु साधुवाक्यं. अग्रिमे तु ततः गीताविषये प्रवचनं सम्पन्नम्, एतदपि साधुरेव. साधुः खलु. अस्तु, इति अयं पाठः अत्र समाप्तः अस्ति. अग्रिमभागः इदानीं न आवश्यकः. इदानीम् इतोपि अभ्यासः अपेक्षितः अस्ति. इदानीं तत्र करपत्रं मया दत्तमासीत् तत्र ह्यः. तत्र णत्वविषये इतोपि बहु किमपि दत्तमस्ति, तत्र पश्येम इदानीम्. अत्र णत्वम् इति विषयः पुरतः स्यात्. णत्वं तत्र णत्व नामकः अध्यायः अस्ति. अत्र लक्ष्मी भगिनी, तत्र पुरतः अस्ति वा? आं महोदय. आरम्भतः पठतु. णत्वं रषाभ्यां नोणः समानपदे. कुत्र अस्ति? न तद् नास्ति, तन्नास्ति. अधोभागे इदानीम् अधोभागे तत्र षड् PDF सन्ति, षड् पृष्ठानि इति मया उक्तं. पश्यति वा? करपत्रं पुरतः अस्ति. करपत्रमिति न, तस्मिन् पृष्ठे सर्वे तत्र लिङ्क् तत्र मया संस्कृतेन लिखितमासीत् किन्तु तत्र दत्तमासीत् लिङ्क् मध्ये तत्र अधोभागे तस्मिन् करपत्रे यत्र करपत्रमस्ति अधोभागे सङ्गणके तत्र उद्घाटयतु. सर्वे कृपया कुर्वन्तु, न कृतं चेत् तत्र प्रथमपृष्ठे लिखितमस्ति. अधुना पश्यामि. उपक्रमः इति लिखितमस्ति, पुष्पाणि जानाति. पश्यति वा? किमिति उद्घाटितमस्ति? तत्र णत्वविधायकसूत्राणि इति अस्ति. न तत्र णत्वविधायकसूत्राणि इति न, णत्वमिति णत्व तत्र षड् पृष्ठानि सन्ति खलु, षड् पृष्ठानि. महोदय, अत्र फैल् इत्यस्य नाम अस्ति PDF.1 इति प्रायः. PDF भवान् PDF.1 इति. आं महोदय, मम पार्श्वे अस्ति. भवान् एव तत्र आरम्भं करोतु कृपया, अन्ये आगच्छेयुः. अस्तु महोदय. सर्वे सर्वे प्राप्तवन्तः वा? तत्र PDF नम्बर् 1 PDF 1 टु 6 इति दत्तमस्ति खलु? आं महोदय. अस्तु सुब्रह्मण्यं महोदय तत्र कृपया आरम्भं करोतु. नत्वम् उपक्रमः पुष्पाणि जानाति विकीर्णः रामाणां देवानाम् इत्यादीनि पदानि परिशीलयन्तु भवन्तः. अत्र क्वचित् नकारः श्रूयते, क्वचिच्च णकारः श्रूयते. अतः कुत्र णकारः इति ज्ञातुं यथा शक्येत तथा अत्र अभ्याससंहितं विवरणं दीयते. इदानीम् अत्र आदौ दत्तमस्ति अत्र केषुचित् शब्देषु णत्वं श्रूयते, केषुचित् शब्देषु केवलं दन्त्यनकारः श्रूयते. अत्र कुत्र णत्वं भवति इति ज्ञातुं अधोभागे अभ्यासान् दत्तान् तान् परिशील्य अवगच्छन्तु इति. अस्तु, अग्रे किं दत्तमस्ति? प्रथममस्ति अत्र अखण्डं सखण्डं पदं. णत्वज्ञानात् पूर्वम् अखण्डपदसखण्डपदयोः अर्थः ज्ञातव्यः. अखण्डं पदं नाम असमस्तं पदम् इत्यर्थः, यथा रामेण अर्केण इत्यादयः. सखण्डं पदं नाम समस्तं पदं संयुक्तपदम् इति वा. अत्र प्रथमविषयः अस्ति अत्र णत्वज्ञानस्य अवगमनार्थं प्रथमम् अत्र अखण्डं पदमित्युक्ते किं, सखण्डं पदमित्युक्ते किम् इति तस्य अर्थं द्वयोः अर्थः कः इति ज्ञातव्यः. अखण्डं पदमित्युक्ते अत्र असमस्तपदम् इति तस्य अर्थः. यथा वयम् इदानीं दृष्टवन्तः अत्र रामेण अर्केण पुष्पाणि पुष्पाणि विकीर्णः रामाणाम् एते सर्वे अत्र अखण्ड पदानि, एतानि सर्वाणि अखण्डपदानि. इत्युक्ते एकमेव पदमस्ति, अत्र भागं विभाजनं कर्तुं न शक्नुमः. सखण्डं पदम् इत्युक्ते विभजनं कर्तुं न शक्नुमः. सखण्डं पदम् इत्युक्ते अत्र समस्तपदम् अथवा संयुक्तपदम् इति अर्थः. यथा अत्र सन्धिं कुर्मः, पदद्वयोर्मध्ये सन्धिः भवति चेत् अत्र तदपि सखण्डपदं भवति. अपि च समासस्य विषये अपि सन्धि इत्यनेन तत्र तथा न, तत्र केवलं समासः, तत्र सन्धि इत्यनेन पदद्वयस्य संयोजनं जातं, तत्र पृथक् पृथक् पदमस्ति, एकं पदमिति नास्ति. परन्तु अत्र सखण्डपदमिति न वक्तुं शक्नुमः वा महोदय? न न, यतोहि पदमेव नास्ति, मिलित्वा पदं पदसंज्ञा न भवति अत्र. इति बोध्यमस्ति. तत्र मुनिः जायते, मुनिर्जायते इति अत्र पदद्वयमस्ति, अत्र अत्र पदसंज्ञा एव नास्ति, पदसंज्ञा एव नास्ति. अस्तु, समीचीनमस्ति. लक्ष्मीभगिनी, सखण्डपदम् इत्युक्ते अत्र समस्तपदम् अथवा संयुक्तपदम् इति अर्थः. समस्तपदमेव नाम समानपदमिति, समानपदम् इत्यस्य कथनेन तत्र वस्तुतः समानपदम् इत्यस्य कथनेन तत्र सत्यं नाम मुनिर्जायते इति अत्र समानपदं नास्ति इति कृत्वा, अथवा तद् तद् केवलं तन्न, वाक्यस्तरे अपि वाक्यस्तरे यत् पत्रं पत्रस्य गमनं तत्र रेफा अस्ति पूर्वतने पदे, अत्र एतत् सर्वं वक्तुं शक्नुमः, किन्तु अत्र सखण्डपदं यत्र अत्र किमस्ति यत् तत् प्रथमसूत्रेण यत् समानपदे इति वदनेन एतत् सर्वं वार्यते, नाम वाक्यस्तरे यत् रसाभ्यां नूनः समानपदे इत्यस्य कथनेन एकस्मिन्नेव पदे इति भवेत्। किन्तु एकवारं यदा वदामः यत् सखण्डपदम् इति न स्यात्, सखण्डपदमिति तत्र एक नाम पदसंज्ञा अस्ति, किन्तु तच्च पदं सखण्डमस्ति इत्युक्ते समस्तपदं, तत्र समस्तपदम् इति अर्थः। अस्तु, समीचीनमस्ति। अग्रे मीना भगिनी, महोदय, अत्र एकः प्रश्नः, संयुक्तपदमित्युक्ते अपि समस्तपदमेव वा? हा हा, तदेव, यतोहि केचन न जानन्ति यत् समस्तपदं नाम किं। सखण्डपदं नाम समस्तपदं संयुक्तपदम् इति वा, इति समानार्थकशब्दः, तत् किमपि अन्यत् किमपि नास्ति, समस्तपदम् इत्युक्ते संयुक्तपदं, सखण्डपदं नाम तत्र पदसंज्ञा कुत्र भवति, अत्र सखण्डमस्ति समासप्रसङ्गे एव। अग्रे मीना भगिनी, अग्रे उदाहरणं दत्तमस्ति। प्रयोगः योगेन, अत्र प्र इत्यपि पदम् एव, यत्र पूर्वपदम् उपसर्गः अव्ययं वा भवति, उपसर्गः अव्ययं वा भवति, तदपि पदमेव। महोदय, विकीर्णः इति पदस्य वि इति उपसर्गः वा? विकीर्णः इति उदाहरणं किं कुत्र आसीत्? प्रथमवाक्ये पुष्पाणि जानाति विकीर्णः इति पदानि दत्तवान्। हा हा हा हा, सत्यं, यत्र उपसर्गः अस्ति तत्र समासः, अत्र प्रयोगेण इति अत्र समासः अस्ति वस्तुतः, यत्र कुत्रापि समासः अस्ति तत्र सखण्डपदमस्ति, यत्र सखण्डपदमस्ति तत्र रसाभ्यां नूनः समानपदे अल्कूप्वाङ् नुं व्यवायपि इति सूत्रद्वयेन अस्माकम् अणत्वं न सिध्यति। अन्यानि सूत्राणि सन्ति, नाम सखण्डपदम् अस्ति चेदपि कुत्रचित् णत्वं भवति, किन्तु तदर्थं विशिष्टसूत्राणि सन्ति। एतावता रसाभ्यां नूनः समानपदे अट्कुप्वाङ् नुं व्यवायेपि इति सूत्रद्वयेन पदम् अखण्डं भवेत्, तस्य नाम समासः न भवेत् इति सारांशः, समासः न स्यात्। समासः अस्ति चेत् तस्य विग्रहवाक्यं भवति, रामः च कृष्णः च रामकृष्णौ, इत्युक्ते रामकृष्णौ इत्यस्य अर्थे रामः च कृष्णः च इति अपि वक्तुं शक्नुमः इति कृत्वा रामकृष्णौ इति समस्तपदस्य खण्डनं सम्भवति इति कृत्वा अनेन सूत्रद्वयेन तत्र णत्वं न भवति। किन्तु अन्यानि सूत्राणि सन्ति, अग्रे प्रथमतया सखण्डपदम् अखण्डपदम् इति अग्रे इदानीम् अभ्यासः भविष्यति, अत्र अभ्यासः अस्ति। लक्ष्मीभगिनी, अग्रे। लक्ष्मीभगिनी प्राप्तं वा? हरि ओम्। अस्तु, राजी भगिनी। नाम अभ्यासः प्रथमः, अधो निर्दिष्टेषु पदेषु अखण्डपदानि इति पश्यति वा? चिह्नेन सखण्डपदानि च चिह्नेन च अङ्कयत, तत् किल? आम्। रामेण अखण्डं पदम् इत्यर्थः, रामानां सखण्डं पदम् इत्यर्थः, हरीणां रामानाम् इति अत्र नास्ति, रामनाम रामाणाम् इति अखण्डपदम् इति आसीत्, अत्र रामनाम इत्युक्ते रामस्य नाम, अत्र समासः अस्ति, तत्र संयुक्तपदं सखण्डपदं समस्तपदमस्ति, रामनाम इत्युक्ते रामस्य नाम इति विग्रहवाक्यमस्ति इति कृत्वा सखण्डपदमस्ति. इदानीं विग्रहवाक्यं किम् इति नापेक्षितमस्ति, केवलम् अभिज्ञानमस्ति, अभिज्ञानं रेकग्निशन्, अस्माकम् अभिज्ञानम् अपेक्षितमस्ति यत् इदं पदम् अखण्डमस्ति न वा. अस्तु, प्रथमं करोतु. हरीणाम् अखण्डपदं, कपीनाम् अपि अखण्डपदं, प्रयाणम् अखण्डपदमेव. अत्र पदं किं प्रयाणं, प्रयाणम् अत्र नकारोत्र आकारः नास्ति खलु, अत्र प्रयाणम्, अपि च अत्र उपसर्गः अस्ति, प्र उपसर्गः अस्ति इति कृत्वा सखण्डपदमस्ति, अखण्डपदं नास्ति. ओ, प्रयाणम्. अस्तु महोदय, अत्र प्रयाणम् अत्र अणत्वम् अस्ति इति अन्या वार्ता अस्ति, किन्तु अस्माकं सूत्रद्वयेन रसाभ्यां नूनः अत्कुपाङ्गुं युवायेपि इति सूत्रद्वयेन अखण्डपदस्य एव अणत्वम् इति कृत्वा प्रयाणमिति अस्मिन् वा पदे यत् अणत्वमस्ति तद् अनेन सूत्रद्वयेन न सिध्यति. तत्र विशिष्टसूत्रमस्ति, अग्रे पश्यामः. अस्तु, अग्रे बालसुब्रह्मण्यम् अग्रे अग्रिमं. हरिणा इति अखण्डपदं, कालक्रमेण सखण्डपदं, विशेषणम् अखण्डपदं. हा, विशेषणम् अखण्डपदं बहु समीचीनमस्ति. तर्हि कालक्रमेण इति अत्र कालस्य क्रमेण, कालस्य क्रमः तेन, कालस्य क्रमः तेन इति कृत्वा तत्र खण्डनं भवति कालक्रमेण. समीचीनमस्ति. अस्तु, जगन्नाथमहोदय अग्रे. महोदय अस्ति. अस्तु, पुष्पा भगिनी अग्रे. अस्तु महोदय, गृहनाम तत्तु सखण्डपदः, गृहस्य नाम प्रयोगेण तत्तु विशेषसूचनम् अस्ति इति मन्ये. अखण्डपदम् अथवा सखण्डपदं? तत्तु सखण्डपदम् अस्ति. परिणामः अत्तु अखण्डपद इति परीतु किं वदति भवती, अखण्डसखण्ड इति वा? अत्र सखण्ड इति मन्ये न. हा, परि इति उपसर्गः अस्ति, सखण्डपदमस्ति. समीचीनमस्ति. अखिला भगिनी अस्ति वा? भगिनी अस्ति वा? अस्तु, सुमित्रभगिनी अस्ति वा? महोदय, रागेण अखण्डपदं, कार्यक्रमेण सखण्डपदं, दर्शनम् इति अखण्डपदम्. अखण्डपदमस्ति, बहु समीचीनमस्ति. अस्तु, राजेन्द्रमहोदय अग्रे. महोदय अस्ति, इदानीं श्रूयते वा महोदय? सङ्ग्रहणम् अत्र सखण्डपदम् अस्ति, तत्र उपसर्गः अस्ति पूर्वं. किमुक्तं? सखण्डपदं, सखण्डपदे. कृष्णः तत् अखण्डपदं, ऋणं तदपि अखण्डपदम्, अखण्डपदमस्ति. अस्तु, रवि महोदय अग्रे. रागरक्षेण सखण्डपदम् अखण्डपदम् कर्माणि अखण्डपदम् अखण्डपदमस्ति. अस्तु अग्रे पद्मा भगिनी अग्रे. कार्यकर्तॄणां सखण्डपदमस्ति. एतादृश्नानि सखण्डपदम् अस्ति. उदाहरणानि एतादृशानि अखण्डपदमस्ति. एता समासः नास्ति. उदाहरणानि तथैव अखण्डपदमस्ति. एतादृश्ने अन्य कोऽपि इदानीं सुब्रह्मण्यमहोदय महोदय उदाहरणानि सखण्डपदानि. क्षम्यतां, तत्र भगिनी अखण्डपदम् इति उक्तं, तत्र उदाहरणानि इति सखण्डपदमस्ति. सखण्डपदम् उदाहरणानि उत् उपसर्गपूर्वकः आ उपसर्गपूर्वकः हृदातुः उदाहरणम् उदाहृ इति कृत समासः अस्ति. समीचीनं समीचीनं समासः अस्ति. अग्रे महोदय. किमिति एकः प्रश्नः अस्ति, क्षम्यताम्. आङ् इति उपसर्गः मध्ये अस्ति चेत् कार्यं भवति. आङ् अपि उपसर्गः एव किल तत्र कार्यं. अत्र आङ् इति उपसर्गः इति चेदपि, किन्तु अत्र ऊत् इति अस्ति. नाम अत्र प्रश्नः अस्ति यत् इदं पदं सखण्डम् अथवा अखण्डम्, न तु अत्र आद् उपसर्गः प्रथमतया अभ्यन्तरे, नाम विवाहेपि इति अत्र किमपि नास्ति तथा. आङ् इति उपसर्गः भवती किं प्रष्टुमिच्छति अत्र, अखण्ड अथवा सखण्डपदमिति प्रष्टुमिच्छति वा? न न, अहं प्रष्टुमिच्छामि यदि वयम् अखण्डपदम् अथवा सखण्डपदम् इति पश्यामः, तत्र आङ् अस्ति चेत् तत्र अखण्डपदम् इति किमर्थं तथा अस्ति इति. आङ् यदि प्र इति अस्ति चेत् तत्र सखण्डपदम् इति वदामः, परन्तु आङ् अस्ति चेत् आङ् इति उपसर्गः अस्ति. आङ् इति उपसर्गः अस्ति किन्तु आङ् उपसर्गः अस्ति चेत् उपसर्गत्वात् सखण्डपदमिति अस्ति. सखण्डपदं भवति किन्तु तद् मध्ये भवति चेदपि णत्वं भवति इति विषयान्तरमस्ति. नाम तत्र णत्वं भवति न वा इति विषयान्तरमस्ति, सखण्डपदम् अखण्डपदमिति विषयान्तरमस्ति. सामान्यतया नाम प्रथमसूत्रेण, यतोहि प्रथमसूत्रस्य सम्पूर्णरीत्या अनुवृत्तिः भवति द्वितीयसूत्रे. रसाभ्यां नोणः समानपदे इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः भवति द्वितीयसूत्रे. अतः समानपदे इति तत्रापि आयाति, किन्तु आङ् इति मध्ये भवति चेदपि भवति इति तु सत्यं, सत्यमुक्तम्. अस्तु महोदय अग्रे. एतादृशेन अखण्डपदं, पुष्पाणि अखण्डपदं, गुरुणा अखण्डपदम्. अखण्डपदमस्ति. अस्तु इदानीं द्वितीयभागः अस्ति, द्वितीयभागं पश्येम. अत्र कः अस्तु, लक्ष्मीभगिनी प्राप्तवती वा? श्रूयते वा महोदय? लक्ष्मीभगिनी अग्रे. श्रूयते वा महोदय? श्रूयते श्रूयते. अध्वनिर्दिष्टेषु सिद्धरूपेषु निमित्तं ऋकारः रेफः शकारः आवरणे लिखन्तु, यथा कीर्णः. कुत्र अस्ति? द्वितीय द्वितीयम् अतो निर्देष्टु सखन् अस्तु अस्तु यथा यथा कीर्णः अत्र निमित्तमस्ति रेफः प्रथमं पदमस्ति तृष्णा अत्र ऋकार नकार किन्तु भवती कुत्र अस्ति इति थर्ड् पेज् अस्ति द्वितीयपृष्ठे खलु अस्ति अत्र अधो निर्दिष्टेषु सखण्डपदेषु खण्डद्वयं विभज्य दर्शयतु इति नास्ति वा अस्ति महोदय वामभागे अस्ति भगिनि न न सेकेण्ड् सेकेण्ड् पी डि एफ् तदेव द्वितीय अभ्यासं द्वितीय पी डि एफ् गुरुनाम इति गुरुयोगः नाम प्रणामः इति प्रयोगः नाम इति अस्ति खलु अस्तु पुष्पा भगिनी प्रथमं करोतु प्रथमं तु सङ्कीर्णः सं कीर्णः द्वितीयं द्वितीयं शूर्पणक विभजनं तथा नास्ति विभजनं कथमस्ति अत्र विभजनं कथं भवति अन्य कोऽपि रविमहोदय राजी भगिनी वदतु अत्र तस्य विभजनं कथमस्ति अत्र सामान्यसूत्रेण अस्माकं णत्वं न भवति स्म सखण्डपदमस्ति प्रथमपदे रेफः अस्ति द्वितीयपदे नकारः इति कृत्वा अन्येन सूत्रेण णत्वम् अस्ति अन्येन सूत्रेण त्रियोगनयनः बालसुब्रह्मण्यम् सङ्कीर्तनं संकीर्तनं परायणः परायणः परायणः क्षम्यताम् अस्तु सम्यक् अस्ति विद्याभगिनी अग्रे नमस्कारेण नमः कारेण इति वा नमस् अस्तु निर्योगः नाम निर्योगः नाम इति अस्ति समीचीनम् अग्रे राजेन्द्रमहोदय अग्रे एकः सन्देहः परायणः परा अयनवा पर अयनवा महोदय परायुगः अयनः परा इति परा मया लिखितमासीत् परा किन्तु अत्र परा एव प्रायः परा योगः अयनः अस्ति प्रायः परा उपसर्गः अस्ति पर अयनः किल इति एव अस्तु अस्तु विद्याभगिनी अग्रे धन्यवादः रामायणं रामयोगः अयनम् अनन्तरं प्रणियोगः दानं बृहत् योगः अत्र प्रयोगः नियोगः दानं प्रयोगः नियोगः दानम् अस्तु बृहत् योगः नला अस्ति अग्रे अखिला भगिनी अस्ति वा नास्ति इति भाति अस्तु पद्मा भगिनी मृगनयन मृगनयन परिपोषणं परिपोषणं अस्तु मीना भगिनी विषन्नं वियोगः षन्नं विषयोगः वियोगः शायोगः अन्नं विषाणं यत् अत्र विष विषयोगः अन्नं विषयोगः अन्नं अग्रे मृषावचनं मृषायोगः वचनं विषन्नवदनः विषन्नयोगः वदनः विषन् विषन्ना क्षम्यतां विषन्न विषन्नयोगः वदनः अस्तु सम्यक् अस्ति तथा तथा अस्ति अस्तु अग्रे अग्रे अग्रे पश्येम तत्र सुमित्रा भगिनी पठतु कृपया अखण्डपदे नः इति सूत्रं ऋकार ऋक्तः चकारः अस्ति चेत् नकारः अणकारः भवति ऋकारात् रकारात् चकारात् वा अव्यवहितपरस्य नकारस्य णकारः भवति यथा पितृयोगः नाम पितॄणाम् इति भवति कीर्योगः नः कीर्णः कीर्णः इति भवति पुष् योगः नाति नाति पुष् पुन्नाति इति भवति ऋकारः रकारः षकारः वा नकारात् पूर्वं भवेत् एव तदा एव नत्वं भवति इति पर्यवसितः अर्थः एतत् सर्वं वयं दृष्टवन्तः पूर्वतने पुस्तके हा अतः ऋकारः ऋकारः षकाराः णत्वे निमित्तानि इति उच्यन्ते इतः परम् एते रस अरिरसाः निमित्तशब्देन णत्वप्रकरणे व्यवह्रियन्ते इति अस्ति तत्र अभ्यासः अस्ति किमिति तृतीयपुटे इतोपि विषयः अस्ति तदा एव नत्वं भवति इति पर्यवस्थितः अर्थः इति तृतीयपुटे मध्ये भवत्याः प्रश्नः कः पर्यवस्थितः अस्ति वा न महोदय पूर्वं न पठितवती पूर्ण अत्र एतत् सर्वं नाम यत् लिखितमस्ति तत् पूर्वं न पठितवन्तः किन्तु यः या शिक्षा अस्ति अत्र शिक्षा तत्र गीताप्रवेशपुस्तके अस्माभिः प्राप्तम् अत्र नूतनविषयः नास्ति नूतनविषयः नास्ति किन्तु समयः तु इदानीं समाप्यमानः अस्ति तथापि अत्र अग्रे किं कुर्मः अत्र अभ्यासः तृतीयः अभ्यासः इति गृहपाठरूपेण कुर्वन्तु अत्र निमित्तं किम् इति जानीमः तत्र पूर्वमेव वयं कृतवन्तः तृष्णा सुमित्रभगिनी तत्र निमित्तं किं शकारः अस्तु पितॄणाम् इति अस्मिन् तिसृणां तिसृणां कर्णः इति ऋकारः मातॄणाम् इति ऋकारः धातॄणां ऋकारः मुष्णानि षकारः वर्णनं ऋकारः बहु समीचीनमस्ति इति वयं पूर्वमपि दृष्टवन्तः अपि च अग्रव्यवधाने सत्यपि नूनः व्यवधाने सत्यपि नूनः इति भवन्तः पठन्तु गृहे यतोहि अत्र नूतनं किमपि नास्ति अनन्तरम् अग्रिम अभ्यासः चतुर्थः अभ्यासः तत्र अपि गृहपाठरूपेण कुर्वन्तु यतोहि यत्र मध्ये वर्णाः सन्ति ते वर्णाः बाधकवर्णाः सन्ति न वा इति अत्र अभ्यासः अस्ति, वयं साधितवन्तः. ततः अग्रे इदानीं न कुर्मः, किन्तु अत्र समस्तपदे सखण्डपदे नूनः अग्रिमे सप्ताहे इतः अग्रे पठेम नूतनविषयः. अत्र नूतनविषयः तत्र गीताप्रवेशे अयं विषयः नायाति. समस्तपदे सखण्डपदे नूनः कुत्र भवति इति कानिचन सूत्राणि सन्ति नूतनानि. इतः अग्रे अग्रिमे सप्ताहे कुर्मः इति सर्वे मनसि तत्र भवेत् सर्वेषां मनसि. अपि च तत्र पी डि एफ़् इत्यस्य मुद्रणं कर्तुम् इच्छति चेत् करोतु, येन सौकर्यं स्यात्. इतः अग्रे क्रमेण गमिष्यामः तत्र, ततः अग्रे विषयाः नूतनाः सन्ति. अस्तु तर्हि अत्र समापयामः. किन्तु धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः. धन्यवादः.